ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। स्वागतं सर्वेषां कृते। अद्य वर्गः किञ्चित् पुरातनरीत्या अहं चालयामि। इत्युक्ते किं कोऽपि वक्तुं शक्नोति? भवती वदति, वयं शृणुमः। हा, परन्तु अहम् अद्य कृष्णफलकस्य उपयोगं करिष्यामि। ओके, वाह वाह, धन्यवादः धन्यवादः। ओके, अतः वीडियो स्थापयामि। एकनिमिषम्। सूपर् पुरातनरीत्या वयम् अद्य पठामः। ओके, अरे अरे, वाट् हेपेंड, आई डिडंट ओपन द विंडो। अधुना गुरुकुले अपि वर्तते। गुरुकुलमिति वर्तते वा? ओके, पश्यामि कथं करणीयं। कृष्णफलकं दृश्यते न? दृश्यते महोदय, दृश्यते सम्यक्तया। दृश्यते एव न? सम्यक् न दृश्यते। न दृश्यते चेत् वदतु। हा, ओके, इदानीं कथं वयम् आरम्भं कुर्मः? सन्धिविषयं सर्वे जानन्ति? सन्धिविषयं, सन्धिद्वयम् अहं, महोदय भवान् तु जानाति हा सर्वम्। आन् आन् सन्धि जानाति? यन् सन्धि, ओके, यन् सन्धि विषयं स्वीकृत्य आरम्भं कुर्मः। यन् सन्धि, अनन्तरं चिन्तनम् आरम्भं कुर्वन्तु। हा, यान्तादेशसन्धि, ओके, एतस्य एतयोः परिशीलनं कुर्मः। ओके, यन् सन्धि कण्डिशन् किम्? आन् वदतु। यन् सन्धिः कण्डिशन्, तत्र अन्तिमः वर्णः आ इ उ एको यानचि, अन्तिमः वर्णः पूर्वस्य पदस्य अन्तिमः वर्णः इ उ अथवा इक् वर्णः। इ उ किम्? इक् प्रत्याहारे के के वर्णाः आगच्छन्ति? इ उ रि ल, इ उ रि ल, ओके, ओके। पूर्णिमा भगिनी, दृश्यते कृष्णफलकं सम्यक् न दृश्यते, स्वल्प पश्यतु इदानीं। लिटिल् मोर् क्लोज़र् वुड् बि बेटर्। to adjust it some more? Yeah, Vishal. Yeah. It is a little bit far off, that's what I mean. Huh, Kim? कृष्णफलकः दृश्यते तत्र उपरि लिखितानि अक्षराणि सम्यक् न दृश्यते अन्ये अपि समस्या अन्येषां कृते अपि समस्या अस्ति वा जया सरस्वती विजया न दृश्यते भगिनि not like very clear, somewhat clear. So we can guess it is young and yanta vanta, we can guess that so. Yeah, yeah. Breaking, ma'am. But you jinta maasu, what is the bagini? Parichita, kim, topita si. Parichita aksharani guess kartum shakyate bagini. ओके अहं वदामि भवन्तः किं टिप्पणीपुस्तके लेखितुं शक्नुवन्ति वा आं भगिनि इदानीं दृश्यते भगिनि वयं चर्चां कुर्मः प्रथमं अतः कालम् वन् मध्ये इ उ ऋ ल एतत् स्थापितवन्तः किमर्थम् इक् वर्णाः इति वयं जानीमः इको यणचि वारं वारं वयं दृष्टवन्तः गत वर्गेषु ओके यावत्पर्यन्तम् अवगतम् इदानीं दृश्यते वा सम्यक् दृश्यते भगिनि ओके अतः डिस्टेन्स् वास् टु मच् ओके इक् एते वर्णाः सन्ति इदानीम् अग्रे गन्तव्यं चेत् पूर्णिमा भवती वदतु यङ् सन्धिविषये वयम् आरम्भं कृतवन्तः इ उ ऋ ल इक् वर्णाः सन्ति तदनन्तरं किम् इक् वर्णस्य इक् वर्णस्य परे इक् अधिक अच् वर्ण अच्वर्णः आगच्छति चेत् यकारः आदेशः भवति सर्वत्र न न न न अकार इक् इ प्लस् उ प्लस् उ प्लस् इ प्लस् अ उ प्लस् E plus I is equal to A, O plus VA, VO, BABATI, O plus... Okay, Tishtatu, Jaya, BABATI VAKTIM PRAYATMAM KAROTU? KARAMI BAGNI. So, E... YARA LA, YARA LA, VA, ADESHA BABATI, E, URU, RU. Tishtatu, Jaya VADATI, ANANTARAM PASHYAMAHA, okay? इ योग असवर्णस्वरः एनि अस्वर्णस्वरः यकारः आगच्छति यकारः यकारः कुत्र आगच्छति यकार इट् विल् चेञ्ज् इण्टु यकार आदेश इट् विल् चेञ्ज् इण्टु यकार वाट् विल् चेञ्ज् इण्टु यकार आदेशः इ इ विल् चेञ्ज् इण्टु यकार एतत् केवलं केवलम् एतदस्ति वा अन्यवर्णाः अस्ति उ प्लस् असवर्णस्वरः विल् मेक् इट् इन् टु वकार वकार ओके अनन्तरम् R will become ru plus asvana swara will become r refaha anantar r plus asvana swara will be l lakaraha lakara l idanim mama hasti kim asti etat sarvam kim शार्ट् फार्म् कर्तुं शक्नुमः जया इ उ ऋ ल एतस्य शार्ट् फार्म् पाणिनि स्टैल् कथं कर्तुं शक्नुमः इ उ ऋ ल ऐ मीन् लैक् महेश्वरसूत्राणि इ उ ऋ ल विल् मी अक् अक् अक् अक् अक् इत्युक्ते किम् अक् इत्युक्ते इ उ ऋ ल किमर्थम् आ अत्र इक् प्रत्याहारः इट् इस् लैक् दट् ग्रूप् अण् दट् अण् ग्रूप् हा बट् यु वाण्ट् ओन्लि इ न इ उ ऋ ल किमर्थम् आ योजयति ओके सरस्वती भवती वदतु प्रत्याहार इक् इक् इत्युक्ते आ इ उपयोगी नास्ति अत्र अतः अहं केवलम् इ ततः अहम् आरम्भं करोमि अवगतं जया यावत्पर्यन्तम् अहम् इ आरभ्य कपर्यन्तं अस्ति न अस्माकं ककारपर्यन्तं गच्छामि ओके तत्र प्रत्याहार इक् इत्युक्ते इ उ ऋ ल आगच्छति यावत्पर्यन्तम् अवगतम् इदानीं सरस्वती य यकारवकार ऋकार ऋकार न रेफः लकार एतयोः मेलनं यदा अहं कर्तुमिच्छामि प्रत्याहारनिर्माणं कृत्वा किं प्रत्याहार आगच्छति तत्र यण् यण् यण् यण् यदा अहं लिखामि तत्र के के वर्णाः आगच्छन्ति यकार वकार रेफा लकार रेफा लकार हा एतत् सर्वम् आगच्छति अतः अहं किं कृतवती शाफां कृतवती इ उ ऋ ल एतयोः इक् इति यवर ल एतयोः यण् इति शार्ट् फार्म् ओके यावत्पर्यन्तम् अवगतम् इदानीं प्रतिभा श्रूयते वा भगिनि श्रूयते श्रूयते इदानीं कण्डिशन् किम् इक् वर्णः यण् वर्णे परिवर्तितं भवति कण्डिशन् किम् स्वरः अस्ति अचुवर्णाः भवति चेत् परे अतः मम कण्डिशन् अस्ति अच् ओके इदानीं वयं जानीमः सूत्रं कथं लिखितमस्ति इको यण् अचि एतत् वयं दृष्टवन्तः प्रतिभा मा गच्छतु तिष्ठतु आं भगिनि इको अत्र किञ्चित् कोलाहलमस्ति अतः अतः म्यूट् भवति कृतवती इको यण् अचि एतत् यत् अस्माकं हस्ते अस्ति अत्र सन्धि निष्कासयामः चेत् किम् आगच्छति इको स्थाने विना सन्धि इकः इकः ओके अतः अहम् इकः एव लिखामि इकः लिखामि एतत् विभक्तिरूपं किम् इति वयं निर्णयम् उक्तवन्तः षष्टिविभक्ति भगिनि षष्टिविभक्ति ओके षष्टिविभक्ति एकवचनम् ओके यण् एतस्य विभक्ति किम् प्रथमा विभक्ति पुनः एकवचन अच्छी विभक्ति किं सप्तमी एकवचन ओके यावत्पर्यन्तं वयं पूर्वमेव दृष्टवन्तः इदानीम् एवमेव वयं यान्तवान्तादेशसन्धिकृते कुर्मः उषा यान्तवान्तादेशसन्धि स्मरणी अस्ति किमस्ति I have to recollect, ma'am. Okay. Yantavanta desha sandhi athwa ayadi sandhi. I, av. Yantavanta. Okay. Ayadi sandhi. Other name ayadi sandhi. Other name ayadi sandhi. Kutra bhavati. I, av. A plus A adhika A. आ अधिक ऐ न ऐ न ऐ अनन्तरम् इदं कुत्र आगच्छति तत् रिप्लेस्मेण्ट् अस्ति अत्र योगे न तत् तदेव अत्रापि आगच्छति ऐ अव् ऐ आव् आयोगे आयोगे ये मीन्स् ऐ ऐ रैट् अनन्तरं पश्यामः आयोगे ओ ओ आदेशः अव् अनन्तरं आ आ योगे ऐ आदेशः आव् आ अधिक औ आदेशः आव् ओके भवती विपरीतम् उक्तवती ओके ओके साक्षात् विपरीतम् ये अधिक क्षम्यतां भगिनि चलति चिन्ता मास्तु विजया भवती एतस्य करेक्षन् कर्तुं शक्नोति यत् उषा उक्तवती तस्य करेक्षन् कर्तुं शक्नोति विजया अस्ति वा ओके सर्वमङ्गलानि वा महोदय सर्वमङ्गलानि विजया ओके वदतु अत्र अत्र ऐ अस्ति चेत् ए ऐ अस्ति चेत् ऐ औ अस्ति चेत् ओ आव् अस्ति चेत् औ न भवत्याः किं स्पष्टीकरणं इस् कन्फ्यू कासिङ्ग् मोर् कन्फ्यूजन् ओके सर्वमङ्गला लेट् मी सी भवती किं वदति ये ये ऐ ओ औ इत्येतेभ्यः वर्णेभ्यः स्वरे परे एकारस्य स्थाने ऐ ऐकारस्य स्थाने ऐ ओकारस्थाने औ औकारस्थाने आव् भवति ए ए ए ए ओ करेक्ट् ए ओ के औ ऐ ए ऐ करेक्ट् करेक्ट् औ आव् करेक्ट् समाधानम् समाधानम् ए स्थाने ऐ ओ स्थाने औ औ ऐ स्थाने ऐ औ स्थाने आव् ओके इदानीं वेर् इस् दिस् जुगल्किशोर् गतवान् वा ओके रूपल् रूपल् अस्ति आं महोदय नमो नमः मम हस्ते ए ओ ऐ औ इति वर्णाः सन्ति ओके एतत् कण्डेन्स् फार्म् प्रत्याहारनिर्माणं भवितुम् अर्हति शक्यते चिन्तयतु माहेश्वरसूत्राणि दृष्ट्वा पश्यतु कुत्रापि प्रत्याहारे आगन्तुं शक्यते आम् एच् इति वक्तुं शक्यते एच् इति एच् इति वक्तुं शक्यते एच् एच् इति वक्तुं शक्यते एव आं महोदय सर्वे चिन्तयन्ति एतत् साधु आम् आम् आम् भगिनि अतः एच् एच् ए ओ ऐ औ एतत् सर्वम् एच् प्रत्याहारे आगच्छति वा न परिशीलनं कुर्वन्तु माहेश्वरसूत्रं साक्षात् दृष्ट्वा परिशीलनं कुर्वन्तु आम् आगच्छति आगच्छति इदानीं मम हस्ते किमस्ति ऐ यदा अहं सन्धिकार्यम् अथवा मेलनं करोमि किं भवति यकार अकारयोः किम् आगच्छति ओके रूपल् भवती एव वदतु भवत्याः पर्यायः न यकार अकार मेलनं कृत्वा य सम्पूर्ण य आगच्छति अतः यावत् अत्र पर्यन्तं वयं समापितवन्तः इदानीं मम अकार आकार अस्ति मेलनेन किं भवति ओके यावत्पर्यन्तं समाप्तम् इदानीं यकार आकार अस्ति र कुत्र आगच्छति या अस्ति आम् या या अन्तिमवर्णः मम हस्ते वकारः अस्ति इदानीम् ऐ अव् आय् आव् अत्र वचनं किम् अस्ति केवलम् ऐ अस्ति चेत् वचनं किम् केवलम् ऐ अस्ति एतत् सर्वं निष्कासयतु ऐ अस्ति चेत् वचनं किम् भवती जानाति वचनम् एकवचनं द्विवचनं बहुवचनम् इति एकवचनं यदा ऐ आव् स्वीकरोमि चेत् वचनं किम् द्विवचनम् इदानीं मम हस्ते चत्वारः किं शब्दाः सन्ति तदा अहं किं वचनम् उपयोगं करिष्यामि बहुवचनं ओके इदानीम् एतस्य वकारस्य बहुवचनरूपं किं वः ओके वः इति लिखामि अय वा या वः ओके यावत्पर्यन्तम् अवगतम् ओके प्रश्नः अस्ति यावत्पर्यन्तं भगिनि एकवारं पुनः वदतु ओके भवती एव इदानीम् उत्तरं ददातु यान्तवान्तादेशसन्धि कृते पूर्ववर्णः किं भवति ए ओ ऐ औ ए ओ ऐ औ एकारस्य स्थाने किम् आगच्छति ऐ ऐ ओके ओकारस्य स्थाने किम् आगच्छति औ औ ऐकारस्य स्थाने ऐ औकारस्य स्थाने औ यावत्पर्यन्तं स्पष्टम् ओके इदानीं वयं किं कुर्मः सूत्रनिर्माणार्थं किं किम् आवश्यकं तस्य विचारं कुर्मः ओके चिन्तनं कुर्मः अतः ए ओ ऐ औ एतस्य प्रत्याहारस्य सम्भावना अस्ति वा न अस्ति यदा अहं माहेश्वरसूत्राणि पश्यामि तत्र ए इति वर्णः अस्ति ओ अपि अस्ति ऐ अपि अस्ति औ अपि अस्ति एकानन्तरं द्वितीयं द्वितीयानन्तरं तृतीयं तृतीयानन्तरं चतुर्थम् एवं चत्वारि वर्णाः अहं द्रष्टुं शक्नोमि तत्र अतः मम प्रत्याहारनिर्माणम् एच् इति अहं स्वीकरोमि चेत् एतत् सर्वम् आगच्छति यावत्पर्यन्तं स्पष्टं स्पष्टम् ओके इदानीम् अत्र मम हस्ते ऐ औ आय् आव् इति अस्ति अहम् एतेषां मेलनं कथं करोमि साक्षात् लिखामि तदनन्तरम् अत्र यकारः अस्ति हलन्तयौ मेलनेन सम्पूर्णयौ आगच्छति अतः मम हस्ते अय इति आगतं तदनन्तरं व अस्ति मम हस्ते वकारः अनन्तरम् आ अस्ति वकार आकारयोः सम्पूर्ण वा इति सम्भवति अतः अ य वा यावत्पर्यन्तं तु आगतं तदनन्तरं पुनः यकारः अस्ति आ अस्ति या ओके तावत्पर्यन्तं स्पष्टं तदनन्तरं मम हस्ते व इति हलन्त व अस्ति ओके हलन्त व एतस्य बहुवचनरूपं किं वः वः ओके तत्तु वयं दृष्टवन्तः न पूर्वमेव दृष्टवन्तः एकनिमिषम् इदानीं स्क्रीन् शेर् कर्तव्यं चेत् मम वीडियो गमिष्यति अतः एव अहं स्क्रीन् शेर् न कृतवती अद्य ओके परन्तु स्मरणे अस्ति वा स्क्रीन् शेर् कर्तव्यं चेत् वदन्तु वयम् एकं टेबल् कृतवन्तः न आं भगिनि ओके स्मरणे अस्ति चेत् सम्यक् नास्ति चेत् अहं मम वीडियो गमिष्यति अतः एव किञ्चित् कष्टम् अनुभवामि ओके अतः यदा स्मरणे अस्ति वः इति आगच्छति अतः मम किं रामशब्दस्य रामः रामौ रामाः एकवचनं द्विवचनं बहुवचनम् एवम् अत्र ऐ एकवचनं ऐ प्लस् अव् द्विवचनं ऐ अव् ऐ आव् बहुवचनं तदेव रूपलुप्तवती ओके अवगतं यावत्पर्यन्तम् अत्र अयवा यावः इति मम हस्ते आगतम् ओके एतत् अहं मार्जयामि तस्य उपयोगं नास्ति इदानीम् एतत् स्पष्टीकरणार्थं लिखितवती इदानीम् एच् अस्ति मम हस्ते कण्डिशन् किम् अस्ति परिवर्तनार्थं भागीरथी भवती वक्तुं शक्नोति एच् वर्णाः एवं परिवर्तितं भविष्यन्ति अयवायावः इति कण्डिशन् किम् अस्ति कण्डिशन् ओ विस्मृतम् अनिल् कमान् कण्डिशन् किम् अस्ति कण्डिशन् अनन्तरे अस्ति चेत् अतः अत्र अहं अच् इति लिखितवती, अत्र अच् इति मम कण्डिशन् अस्ति इदानीं. हा अनिल् किञ्चित् बुद्धेः उपयोगं करोतु. हा यदा अहम् अत्रापि एवं फार्मुला कर्तुम् इच्छामि चेत् हा शृणोतु हा सम्यक्तया. इकौ यण् अचि इति वयम् आल्रेडि दृष्टवन्तः. ओके महोदय. यण् अचि ओके. एवम् अत्र एच् स्थाने यदा कण्डिशन् अच् अस्ति तदा एतत् आगच्छति इति अहं वक्तुम् इच्छामि चेत् हा एच् कस्मिन् विभक्तेः भवितव्यम्? अस्तु महोदय, अत्र इकस्थाने यण् आगच्छति अचि अच् परे. ओके अत्र अत्र एच् स्थाने अयवायावः आगच्छति अच् परे. चिन्ता मा करोतु. हा अच् परे अत्र हा षष्टि. सो अत्र अपि षष्टि एचः एचः. अहम् एच् न वदामि, अहम् एचः वदामि. कण्डिशन् किम् अस्ति? अचि अचि. किमर्थम्? सप्तमी सप्तमी सप्तमी स्वीकरोमि. किमर्थं सप्तमी स्वीकरोमि? परे परे परे परे. हा इत्युक्ते एचः षष्टि स्वीकरोमि कारणम् एतत् कुत्र कार्यं कर्तव्यं स्थानं निर्दिशति. हा अचि सप्तमी अहं स्वीकरोमि. किमर्थम्? पारकण्डिशन् निर्दिशति. अवगतम्? अवगतम्. ओके अन्ये अन्ये जनाः अवगतवन्तः? आं भगिनि. एनि क्वश्चन्? यदा अहं परिशीलनं करोमि इदानीं पश्यतु अत्र लिखामि चेत् चलति वा? किञ्चित् उपरि पश्यन्तु. हा इकः अनन्तरं यण् अचि ओके. अत्र किम् आगच्छति? एचः अचि अचि एव अत्र. परन्तु मध्ये किम् आगच्छति अनिल्? अयवायावः. एतत् वयं निर्माणं कृतवन्तः न तदागच्छति. ओके इदानीं हा अस्माकं हस्ते इकः यण् अचि इति सूत्रमस्ति. तस्य डैरेक्टर् कः? पूर्णिमा स्मरणे अस्ति डैरेक्टर् कः? यण् सन्धि. न यण् सन्धि तु अस्ति एव. एकनिमिषं. आथर् आथर् डैरेक्टर् इत्युक्ते आथर् आथर् इत्युक्ते अधिकारदृष्ट्या यस्य अधिकारेण एतत् कार्यं कर्तुं वयं शक्नुमः. इत्युक्ते अन्लेस् दट् इस् सेटिस्फैड् यत्र कुत्रापि इक् आगच्छति अथवा इक् वर्णः आगच्छति यत्र कुत्रापि अच् वर्णः आगच्छति तदा एवं परिवर्तनं न भवति. तदा परिवर्तनं भवितुम् अर्हति. कोऽपि स्मरति वा? इकः स्थाने अचि अचि स्वरः आगच्छति चेत् यण् भवति तत् इ इ ओ ओ रो रो इत्यभ्य क्रमशः आगच्छेत् क्रमशः आगच्छति चेत् एव ओके इकारस्य यकार उकारस्य वकार समस्तपदे सन्धिः आरम्भं करोतु within a word internal to a word madhye pada madhye or namasta padam asti che tadapi sandhi bhavitam arhati upasarga samasta padam word okay kinchit adhikam spashtam vaktum shaknoti samasta padam isti pada che प्रातिपदिकं प्रातिपदिकं फस्ट् इस् अ प्रातिपदिकम् अन्दे अनदर् वन् इस् विभक्तिरूपं मेलनं चेत् ऐ डोण्ट् नो वाट् इस् इट् काल्ड् ददामि भवती तदनन्तरं स्पष्टीकरणं करोतु इति यदाहम् इति शब्दस्य अनन्तरं उक्त्वा इति स्थापयामि वा हा एतस्य मेलनेन किं सन्धिकार्यम् आगच्छति पूर्णिमा उषा मा वदन्तु हा सरस्वती कम् आन् This one is optional because based on how the speaker says ityuktva. Punah vandatu? Ityuktva. Ityuktva. Kim kritavati tatra? Sandhi karyam. Yan sandhi. Yan sandhi karyam kritavati. Katya sthani kim sthapitavati? Ikarasya sthani yakaraha sthapitavati. तदनन्तरं पर्णमेलनं कृत्वा इत्युक्त्वा इति स्वीकृतवती परन्तु इदानीं चिन्तनं करोतु इकारानन्तरं किम् आगतम् असवर्ण अच् स्वरा अष्टवर्ण अच् स्वरः आगतः परन्तु कस्मिन् स्थाने पर परपदस्य आदौ साक्षात् इकारस्य अनन्तरं मध्ये किमपि अस्ति वा अत्र नास्ति अतः एतस्य किं सम्भावना संहिता इति संहितायाम् वयं दृष्टवन्तः न संहितायाम् इति पदम् स्मरणे अस्ति सरस्वती आं भगिनि अर्धमात्रकाले विदिन् दट् इफ् इट् इस् टोल्ड् देन् संहिता साक्षात् अनन्तरम् आगन्तव्यं मध्ये किमपि अन्य वर्णः नास्ति तदा संहिता इति वक्तुं शक्नुमः ओके अतः इतः यण् अचि संहितायाम् ओके इदानीं प्रतिभा इकः विभक्ति किम् भगिनि कोलाहलम् अस्ति अग्रे गच्छामि षष्टिविभक्ति षष्टि यण् विभक्ति किं प्रथमा विभक्ति प्रथमा अचि सप्तमी अतः वयम् अर्थं किम् एतस्य डिड्यूस् कुर्मः अवगच्छामः षष्टि यत् अस्ति षष्टिविभक्ति यत्र अस्ति तत्र कार्यं कुर्मः ओके कार्यस्य स्थानं निर्दिशति अवगतम् आं भगिनि. ओके आं भगिनि. प्रथमा विभक्ति यदस्ति तत् किं वदति? कार्यं यत्र वयं कुर्मः तत्र किं करणीयं तस्य निर्देशनं करोति. ओके इदानीं पुष्पा भवती चिन्तयतु, इदानीम् अचि एतस्य कार्यं किम्? उषा. आं भगिनि. अत्र अचि इति सप्तमी विभक्ति अस्ति, तस्य कार्यं किम्? अचि पूर्वस्य स्थाने आदेशः भवति. न न आदेशः न, अचि आदेशः नास्ति. अचि पूर्वं षष्टिस्थाने स्थाने कार्यं भवति. ओके परन्तु स्पष्टं नास्ति, किञ्चित् स्पष्टम् अधिकं वक्तुं शक्नोति? अचि कस्मिन् विभक्ति? सप्तमी विभक्ति भगिनि. सप्तमी विभक्ति अस्ति परन्तु सप्तमी विभक्ति कुत्र भवति? यदा अहम् इक् अत्र अस्ति, हा इक् स्थाने यण् आगच्छति, हा इत्युक्ते यण् आदेशः, हा कदा एतस्य आदेशस्य पालनं भविष्यति? षष्टिस्थाने. षष्टिस्थाने ओके, तत्र कार्यं भवति. ओके इदानीम् अचि इति यदस्ति तत्र तु सप्तमी विभक्ति अस्ति, कुत्र आगच्छति? अच् यदस्ति तत् कुत्र आगच्छति? आफ्टर् सिक्स् षष्टि परम्. ओके सर्वमङ्गल. एबल् टु फालो युवर् क्वश्चन् मेम्. ओके पूर्वपदस्य एकस्यैव वर्णस्य स्थाने आगच्छति. पुनः पूर्वपदस्य अन्तिमवर्णः इ वा स्थाने निर्दिशति. ओके तावत्पर्यन्तं ज्ञातवन्तः, इदानीम् अच् विषये ज्ञातुम् इच्छामः. पूर्वपदस्य अन्तिमवर्णम् एकवर्णम् अस्ति इति न, तस्य वर्णस्य स्थाने आदेशः भवति. ओके तत्तु अस्ति षष्टि, षष्टि तु स्थानं निर्दिशति कुत्र कार्यं भवति, परन्तु कः कार्यं भवति? कार्यं कदा भवति, कदा भवितुम् अर्हति? आदेशः भवति चेत् पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः यकारः भवति. यद् लिखितमस्ति तदेव भवती वदति. ओके चिन्ता मास्तु, भवती च प्रयत्नं करोतु. हा अत्र मम हस्ते इक् अस्ति, यण् अस्ति, अच् अस्ति. इक् तत्र निर्णयं तु समाप्तम्, इक् स्थानं निर्दिशति यत्र कार्यं कर्तव्यम्. ओके रूपल् अस्ति वा? स्थानं निर्दिशति, यण् आदेशः निर्दिशति अथवा आगम यत्किमपि अस्ति, हा किं करणीयम्. इदानीम् अच् किं निर्दिशति, तस्य चिन्तनं भवति. चिन्तयतु, इक् अस्ति मम हस्ते, अच् अपि अहं स्थापितवती, परन्तु किमर्थम्? अच् किं निर्दिशति? टोटलि एक्साक्ट् हा ओके रूपल् उत्तरं नास्ति, भागीरथी प्रयत्नं करोति. मासु भगिनी अहं किञ्चित् अच् किं कदा अच् भवति परवर्णस्थाने परस्थाने इत्युक्ते एकम् अस्ति अच् द्वितीयम् अस्ति परन्तु अच् वर्णस्य स्थानं कुत्र अस्ति परे परे ओके अच् वर्ण परे इत्युक्ते अच्वर्णपरे अच्वर्णपरे अत्र वयम् अचि इति लिखितवन्तः सप्तमी विभक्ति कथम् एतस्य अनालिसिस् वयं कर्तुं शक्नुमः षष्टिविभक्ति यत्र अस्ति तस्य साक्षात् परे यदा सप्तमी विभक्ति अस्ति सूत्रे सूत्रे किं वदामि सूत्रे षष्टिविभक्ति अस्ति इकः षष्टि अस्ति यण् प्रथमा अस्ति इकः स्थानं निर्दिशति यण् किं कर्तव्यं तस्मिन् स्थाने तद् निर्दिशति अचि यदस्ति सप्तमी अस्ति इत्युक्ते षष्टि अनन्तरं यद् वर्णः आगच्छति तस्य निर्देशं करोति इत्युक्ते परकण्डिशन् परनिमित्तम् ओके एतम् अवगतम् पूर्वनिमित्तम् भगीरथप्रयत्नम् भगीरथप्रयत्नम् ओके अतः अस्माकं प्रयत्नं किम् अस्ति पाणिनेः सूत्रं कथं पठनीयम् ओके ओके अतः इदानीं किं वयं निर्णयं कृतवन्तः यदा षष्टिविभक्ति अस्ति तत्र तत् स्थानं निर्दिशति कस्य स्थानं निर्दिशति अनिल् कस्य स्थानं निर्दिशति प्रथमविभक्त्या स्थानं निर्दिशति प्रथमविभक्ति स्थानं निर्दिशति न षष्टि हा षष्टि स्थानं निर्दिशति महोदय पृच्छति कस्य स्थानं निर्दिशति कस्य स्थानं षष्टिविभक्ति यत् अस्ति कस्य स्थानं निर्दिशति कार्यं स्थानं कार्यस्य स्थानं निर्दिशति ओके अवगतम् अवगतं महोदय षष्टिविभक्ति कार्यस्य स्थानं निर्दिशति ओके विद्या सप्तमी विभक्ति कस्य स्थानं निर्दिशति प्रथमस्थानम् आदेशः भवति वा आगमः भवति वा न प्रश्नः किम् सप्तमी अस्ति अस्माकं हस्ते अचि इति तत् किं निर्दिशति षष्टि स्थानं निर्दिशति यत्र कार्यं भविष्यति सप्तमी यद् अस्ति तत् किं निर्दिशति चलो विजया ब्रेन् परकार्यं निर्दिश्यति खलु परकार्यं न कार्यं तु केवलं षष्टि पर पर पूर्वमेव निमित्तं खलु परकार्यं पूर्वनिमित्तं सप्तमी इत्युक्ते न परनिमित्तं परनिमित्तं पूर्वं कार्यं पूर्वं कार्यं तत्पूर्वं कार्यं ओके षष्टि अस्ति अस्माकं हस्ते तदनन्तरं यद् आगच्छति तत् निमित्तं भवति ओके निमित्तम् इत्युक्ते कण्डिशन् पूर्वकार्यं परनिमित्तम् ऐ थिङ्क् इट् इस् लैक् देट् एम् ऐ रैट् कन्फर्म् कुल्बि आं भगिनि आम् सप्तमी इत्युक्ते पूर्वकार्यं परनिमित्तं परनिमित्तम् ओके विजया समाधानम् महोदय ऐ एम् टोटलि कन्फ्यूस्ड् वाट् इस् दिस् पूर्व अण्ड् पर अहमपि अहमपि कन्फ्यूस्ड् वित् दिस् पूर्वपरकार्यं पूर्व मीन्स् षष्टि न न पूर्वपर अर्थ एव अहं मिक्स्ड् ओके पश्यतु अत्र एतत् सर्वम् अहं मार्जयितुं न शक्नोमि अत्र अहं पुनः ओके किमस्ति मम दृश्यते अनिल् वदतु आम् आं महोदय दृश्यते आं महोदय ओके अत्र इ अनन्तरं उ अस्माकं ध्यानं कुत्र अस्ति अत्र अस्ति यावत्पर्यन्तम् अवगतम् आं महोदय आम् ओके ई यदस्ति एतत् स्थानम् ओके अस्तु महोदय अस्तु एतदस्ति स्थानम् इदानीम् एतस्य पूर्वं किम् अस्ति चिन्ता नास्ति एतस्य परं किम् अस्ति तस्मिन् विषये चिन्ता अस्ति अच् एव भवितव्यम् अवगतम् आं महोदय अतः परं परम् इत्युक्ते आफ्टर् आफ्टर् पूर्वम् इत्युक्ते बिफोर् परन्तु सूत्रे सूत्रस्य अवगमनार्थं स्पष्टीकरणं पूर्वम् उपयुज्य अपि स्पष्टीकरणं भवितुम् अर्हति परम् उपयुज्य अपि भवितुम् अर्हति कथं वदामि हा अच् परनिमित्तवर्णः कार्यं पूर्वं भवति अवगतम् कार्यम् अत्र अस्ति अस्तु एतस्य पूर्वं कार्यं भवति अतः पूर्वकार्यम् इति अपि वक्तुं शक्नुमः अथवा परनिमित्तम् एवमपि वक्तुं शक्नुमः अथवा अतः पूर्वपर एतस्य द्वयोः उपयोगं कर्तुं शक्नुमः ओके भगिनि केन् वी से लैक् दिस् दट् परं डिटर्मैन्स् द आदेश स्थानम् निर्माणं कथं भवति तदनुगुणम् अर्थस्य अवगमनमपि भविष्यति ओके वाक्यनिर्माणे यदा अहं परनिमित्तं वदामि तदा स्थानस्य अनन्तरं यदागच्छति तस्य उल्लेखं भवति पूर्वकार्यं वदामि चेत् निमित्तम् अत्र अस्ति तस्य पूर्वं कार्यं भवति ओके अवगतम् दिस् इस् वाट् इस् संस्कृत कष्टमस्ति न महोदय प्रश्नः A little bit better, understood better than before now. Better than before. Very clear. Kurmaha, huh? Ika yan achi. Huh? Oh. Ikaha yan achi samhitayam. Yavat pariyantam vayam patita vantaha jnata vantaha. Okay? Huh? Idanim kinchit agri gachamaha. Okay? Katham. इतः यण् अचि संहितायां किं सन्धिकार्यं कृत्वा अस्माकं हस्ते इको यण् अचि इति आगच्छति सूत्रं परन्तु सम्पूर्णसूत्रं यदा वयं पश्यामः इकोयणचि संहितायाम् इति सम्पूर्णसूत्रं भवति. यावत्पर्यन्तम् अवगतं? प्रश्नः अस्ति न भगिनि? न रूपल् सरस्वती पूर्णिमा जया विजया भागीरथी प्रश्नः अस्ति चेत् वदन्तु. हा कारणम् इदानीं वयं किञ्चित् अग्रे गच्छामः, स्वयमेव निर्माणं कुर्मः, अग्रिमसूत्रस्य निर्माणं वयं कुर्मः, कथम् एतत् पश्यामः. ओके रेडी? नूतनपाणिने पाणिनयः इदानीं निर्माणं भविष्यति. ओके अस्तु महोदय. अस्तु केवलम् एकः वदति. ओके अस्तु महोदय. महोदय इदानीम् अस्माकं हस्ते किं किम् अस्ति पश्यामः. यान्तवान्तादेशसन्धिविषये वयं किञ्चित् दृष्टवन्तः. ओके तत्र किम् अस्ति? अस्माकं हस्ते एच् इति प्रत्याहारः अस्ति, अच् इति प्रत्याहारः अस्ति. ओके अनन्तरम् अयवायावः इति अस्ति. यावत्पर्यन्तं स्पष्टम्? इदानीम् एतत् अहं मार्जयामि. वयम् अत्र किञ्चित् कार्यं करणीयं न. इदानीम् एतस्य आधारेण सूत्रनिर्माणं कर्तुं शक्नुमः वा न? पूर्णिमा. आं भगिनि. आम् आरम्भं करोतु. आं भगिनि. एकः षष्ट भवेत् किमित्युक्ते स्थाली भवति. अतः एकः द्विवचनं भवति. वदतु एचः एच टु लेटर्स्. इदानीम् एतस्य आधारेण इकः यण् अचि संहितायां यदस्ति अस्माकं हस्ते, तस्य आधारेण नूतन सूत्रनिर्माणं कर्तुं शक्यते. भगिनि एचः अवयवः अवयवः एचः अवय अवयः अयवायावः अयवायावः अचि अचि अयवायावः अचि एव भवेत् खलु, स्वरा एव अन्यस्वरा भवति वराः एचः अयवायावः अचि. हा सम्पूर्णं करोतु, तत्र संहितायाम् अस्ति न, तदपि आगन्तव्यं न. एचो वयावहाया अचि इति संहितायां इति न, एचः अयवायावः अचि संहितायाम्. अत्र संहितायावः अत्र भवति गुणसन् एचो भवति गुणसन्धि पूर्वरूपसन्धि भवति. ओके अतः एचो एचो वयावयः इति पश्यतु पाणि कथं कृतवान्. महोदय केवलम् एचो यवायावः लिखितवान् सूत्रे, किमर्थं? जया पाणिनिमहोदये अचि संहितायां न लिखितवान्, ओके, किमर्थम्? चिन्तनं करोतु. एचः इस् षष्टि स्थानं, बट् अचि देर् इस् नो चेञ्ज् स्वरः, वि आर् नाट् चेञ्जिङ्ग् एनिथिङ्ग्, सो दट्स् वै तस्मिन् विषये किमपि न वदति. ओके, एकं वाक्यमस्ति, हा, चिन्तयतु कथमहं वदामि. ओके, नौ भवती पुत्रं वदति, किं वदति? अहं चित्रपटगृहं गच्छामि. ओके, अहं चित्रपटगृहं गच्छामि, तस्यापि इच्छा अस्ति, सः किं वदति? अहमपि आगच्छामि. अहमपि आगच्छामि. सम्पूर्णवाक्यं वदति वा? पुत्र, अहमपि आगच्छामि. उषा, एकनिमिषं तिष्ठतु, हा, जया प्रयत्नं करोति, सम्पूर्णतया प्रयत्नं कर्तुम्. अहमपि चित्रपटगृहम् आगच्छामि. हा, सम्पूर्णवाक्यं तदस्ति, परन्तु सः सम्पूर्णवाक्यं वदति वा? अहमपि वदति न, पुत्रः माता सह चित्रपटगृहं गच्छति. न, भवती तु स्पष्टीकरणं करोति वाक्यस्य, अहं तद् न पृच्छामि. अहं केवलम् एतत् पृच्छामि, भवती एकं वाक्यं वदति, अहं चित्रपटगृहं गच्छामि. पुत्रस्य उत्तरं किम्? अहमपि आगच्छामि. अहमपि आगच्छामि अथवा अहम् अपि अपि द्वयमपि शक्यते. किमर्थं सः एवं वदति? पूर्वे एव निर्धारः अभवत् इति. पूर्णिमा, तिष्ठतु, अन्यानपि चिन्तनस्य समयं ददातु. जया, किमर्थं सः केवलम् अहम् अपि अथवा अहमपि आगच्छामि? रेपिटिशन् कृते आवश्यकता नास्ति न? रेपिटिशन् कर्तव्यमिति तु नास्ति, कारणं स्वयमेव वयम् अवगन्तुं शक्नुमः. अत्रापि एतदेव, अत्र इको यान् अचि संहितायाम् इति लिखितम् अस्ति. यदा अहम् एचो यवायावः लिखामि, तत्र अचि संहितायां पूर्वसूत्रस्य स्वीकरणं भवति. ओके, ओके, नो रेपिटिशन्, इट् इस् आल्सो वै डिफाल्ट् अण्डर्स्टुड्. ओके, एतस्य नाम अस्ति अनुवृत्ति. ओके, अनुवृत्ति इति वदति. संहितायां यदस्ति तदस्ति अधिकारः. ओके, अधिकारः, संहिता नास्ति चेत् एतत् कार्यं न कर्तुं शक्नुमः. ओके, तस्य नाम अस्ति अधिकारः. परन्तु अचि यद् वयं स्वीकुर्मः, इको यणचि एतस्य सूत्रस्य अचि यद् वयं स्वीकुर्मः, तदस्ति अनुवृत्ति, इत्युक्ते मी टु. तत्र अहमपि आगच्छामि चित्रपटगृहम् इति पुत्रः न वदति. नाट् नीडेड्, अत्र अपि नाट् नीडेड्. ओके, ओके, ओके, तत्पर्यन्तम् अवगतम्? हा, प्रश्नाः? या, Ariva, today everybody seems to have understood everything. Any that question? Way you are explaining, ma'am. That way you are explaining. What? Your explanation is very clear. That is why nobody has a doubt. तथापि भवती पश्यतु अग्रिम अवसरे प्रश्नाः अथवा अशुद्ध उत्तराणि एव भविष्यति. एनिवे यावत्पर्यन्तम् अवगतं सन्धिकार्यं भवितुं संहितायां निश्चयेन भवितुम् अर्हति, अतः संहितायाम् अत्र रेपिटिशन् नास्ति. अधिकारः यदस्ति तत्तु बहुकालं स्वीकर्तव्यम्. अनुवृत्ति यदस्ति तत् पूर्वस्य सूत्रस्य अनुवृत्ति. ओके, रेपिटेशन् दितमाक् वयं कुर्मः न विजस् पुट् वन् दितमाक् सेम् सेम् समान. उत्तमं भगिनि. ओके, अतः अत्र इको यण् अचि संहितायाम् एचो यवा यावः तत्रैव स्थगतं स्थगितं भवति सूत्रं. किमर्थं पाणिनि किं चिन्तितवान्? लघु लघु यदा भवति तदा कण्ठस्थीकरणार्थं सुलभं भवति. ओके, अतः यत्किमपि सः निष्कासनं कर्तुं शक्तवान् तत् निष्कासनं कृतवान्. इदानीं सूत्रस्य क्रमाङ्कः अहं दर्शयामि. अत्र एतदस्ति 6177 6178. दृश्यते वा? न भगिनि. अत्र इको यण् अचि संहितायाम् इति दृश्यते. 6178 साक्षात् तदनन्तरम् अस्ति, अतः अचि पुनः लेखितुम् आवश्यकता नास्ति. अवगतम्? अवगतं भगिनि. डिटो इति अर्थ डिटो. अवगतम् अवगतम् एव. डिटो डिटो इति डिट्टो डिट्टो. हा, अत्र अहम् अचि न लिखामि, परन्तु केवलम् एवं करोमि. चलति न? एतदेव रीतिः पाणिनिमहोदय उपयुक्तवान्. ओके, दीर्घसूत्रं मास्तु इति सः चिन्तितवान्. दीर्घसूत्रं हा, दीर्घवाक्यं मास्तु. मास्तु दीर्घसूत्रं न, दीर्घवाक्यं मास्तु. अतः महोदय किं कृतवान्? क्रियापदमपि निष्कासितवान्. कथमस्ति? हा, इकः यण् भवति यदा अच् वर्णः परे अस्ति संहितायाम्. ओके, एवमस्ति सम्पूर्णवाक्यं, सर्वं निष्कासितवान्. ओके, इकः यण् अचि संहितायाम्, एतत् सम्पूर्णसूत्रमस्ति. इको यण् अचि, अत्रापि महोदय किं कृतवान्? सन्धिकार्यं कृत्वा एकस्य वर्णस्य न्यूनता कृतवान्. ओके, अवगतम्? अवगतं भगिनि. इदानीं संहितायां पूर्वं कुत्रापि स्थापितवान्? एट् सम् हेड् पायिण्ट्. ओके, अधिकारसूत्रम् इति तदनन्तरं यत्किमपि आगच्छति तत्र सर्वत्र संहितायां योजनीयम्. ओके, पुनः किम् अहं विस्मृतवती? एकमपि अहं विस्मृतवती. हा, इदानीं पाणिनेः सूत्रस्य अवगमनं कथं भवति? वयं सामान्यतया षष्टिविभक्ति कुत्र उपयोगं कुर्मः? इदानीं सरस्वती वदतु. प्रोफेसर् षष्टिविभक्ति कुत्र उपयोगं कुर्मः? निर्दिशति षष्टिविभक्ति पोसेशन् वेन् इट् इस् बिलाङ्ग्, हा, पोसेशन् रिलेशन्शिप् सम्बन्धः सम्बन्धः. अत्र किं निर्दिशति? तत्र सन्धिकार्यं आदेशः कुत्र भवति इति कार्यं कुत्र भवति, कुत्र भवति स्थानं, कार्यं कुत्र भवति इति स्थानं, कार्यस्य स्थानं निर्दिशति. ओके, अतः पाणिनिमहोदय किं कृतवान्? षष्टिविभक्ति स्थानं निर्देशनं कर्तुम् उपयोगं कृतवान्. वयं षष्टिविभक्ति सम्बन्धं निर्देशं कर्तुम् उपयोगं कुर्मः. अतः उपयोगं सामान्यरीत्या षष्टिविभक्ति भिन्नप्रयोगं, पाणिनेः रीत्या भिन्नप्रयोगम्. अवगतम्? आम्. ओके, प्रतिभा, प्रथमाविभक्ति किमर्थं वयम् उपयोगं कुर्मः? आदेशः वा आगमः स्थाने षष्टिस्थाने? अयया, सामान्यतया नार्मल् नाम निर्देशति, नाम निर्देशति किल प्रथमाविभक्ति. प्रथमाविभक्तेः कार्यं किम् सामान्यतया? हा, वेन् वि लर्न् विभक्ति, कर्ता, कर्ता महोदय, कर्ता, कर्ता निर्देशते, सम्यक्, कर्ता निर्देशति क्रियापदस्य कर्ता. ओके, अत्र अनिल् भवान् एव वदतु, अत्र प्रथमाविभक्ति किं निर्देशति? अत्र कार्यं निर्देशति, कार्यं निर्देशति. ओके, कार्यं निर्देशति वा? आदेश वा आगम वा, आदेश वा आगम वा लोपः यत्किमपि अस्ति तत् निर्दिशति. ओके, विधि वक्तुं शक्नुमः वा? न जानामि. ओके, हा, अतः षष्टिविभक्ति अस्ति चेत् स्थानं निर्दिशति यत्र कार्यं भवितव्यम्. ओके, उषा, सामान्यतया सप्तमी विभक्ति किं निर्दिशति सामान्यतया? हा, स्मरणे स्थापयतु. अधिकरणम्, अधिकरणम्, अधिकरणम्, अधिकरणम् इत्युक्ते स्थानं ग्रामे वसति, षष्टि पोसेसिङ्ग् षष्टि अस्ति, ग्रामे अस्ति, ग्रामे एक प्लाट्फार्म्, हि इस् देर् आधारं, नो आधारम्, आधारं भगिनि, प्लाट्फार्म् भगिनि, प्लाट्फार्म् आधारम्. अहं सन्तुष्टा न, अहं सन्तुष्टा न. लोकेशन् भवती वदतु. सर्वमङ्गला, भवत्याः अभिप्रायः किं? सप्तमे वयं कुत्र उपयोगं कुर्मः? मम समाधानं न अभवत्. आधारो अधिकरणमागनः न, अधिकरणं यदा वदामः तस्य अर्थमपि ज्ञातव्यं न. ओके, सर्वमङ्गला गता. हलो रूपल्, भवती किं वदति? तिलेश तैलम्, अत्र तिलेषु तैलम् इति आधारः तैलं तिले अस्ति, तैलं तिले अस्ति इति किं? तैलं तिले अस्ति इत्युक्ते तिलः आधारः, तिलः आधारः, तस्य स्थाने सप्तमी स्थानं निर्दिशति महोदय. अस्माकं कृते सप्तमी स्थानं निर्दिशति. ओके, लोकेशन्, कुत्र कार्यं भवेत् इति स्थानं निर्दिशति. इदानीं तु कोलाहलं. हा पूर्णिमा, वेर् इट् इस् वेर् वेर् इत्युक्ते कुत्र, एतस्य प्रश्नस्य उत्तरं तत्र वयं प्राप्नुमः सप्तमी विभक्तेः उपयोगं कृत्वा. ओके, अतः अस्माकं कृते सप्तमी स्थानम् अस्ति, परन्तु पाणिनेः कृते षष्ठी स्थानम् अस्ति. अवगतम्? अवगतं महोदय. षष्ठी स्थाने तत् आगच्छति खलु, अनन्तर आगच्छति खलु, तत् निर्दिशति. भवत्याः मनसि कोलाहलं मा करोतु. ओके, I thought to say sthanam, but I thought already shashti we are telling sthanam, we should not say sthanam in heaven. That is how Panini has created fantastic confusion in us. Okay. Yeah. Rupal, kim vaktum ichyati? तदेव भगिनी, षष्ठी अस्माकं कृते तु सम्बन्धं दर्शयति न. मम इत्युक्ते मम पोजिशन्, भवत्याः इत्युक्ते भवत्याः, भवतः, एवं वयं वदामः. तर्हि सप्तमी स्थानं निर्दिशति अस्माकं कृते, तर्हि षष्ठीमध्ये षष्ठीमध्ये स्थानं कथम्? किञ्चित् कन्फ्यूसिङ्ग् अस्ति न. अतः परिवर्तनं कर्तव्यम् अस्माकं किं, वट् इस् इट् थिङ्किङ्ग् प्रोसेस्. ओके, अतः सप्तमी किं निर्दिशति पाणिनेः कृते? स्थानस्य परनिमित्तं निर्दिशति. स्थानी अस्ति षष्ठी, तस्य परं यदागच्छति तद् निमित्तं निर्दिशति इति महोदय उक्तवान्. ओके, क्लियर् सो फार्? सो वी हाव् अण्डर्स्टुड् षष्ठी किं निर्दिशति, सप्तमी किं निर्दिशति, प्रथमा किं निर्दिशति, यावत्पर्यन्तं वयं पठितवन्तः अद्य. स्पष्टम्? अन्यविभक्तः विभक्तयः अपि सन्ति. हा, डोण्ट् वरि, अन्ये अपि सन्ति. यत्र अवगमनम् अथवा अर्थं भिन्नम् अस्ति, अस्माकं कृते सामान्यरीत्या एकम् अस्ति, पाणिनेः कृते तस्य रीत्या भिन्नम् अस्ति, तदेव वयं पठामः. ओके, पाणिनि सूत्रं निर्माणं कृतवान् षष्टिस्थाने. समाप्तं? हा, सूत्रमस्ति षष्टिस्थाने इत्युक्ते षष्टिस्थानं निर्दिशति. कस्य स्थानं? तत् सर्वम् अनन्तरं वयं पश्यामः. ओके, एनी क्वेश्चन्स् यावत्पर्यन्तम्? अद्य करपत्रं विना वयं पठितवन्तः. सो एकनिमिषम् अनिल् वदतु. प्रथमा इत्युक्ते कार्यं, षष्ठी इत्युक्ते स्थानं, सप्तमी इत्युक्ते स्थानस्य परं निमित्तम्. स्थानस्य परनिमित्तम् अथवा स्थानस्य पूर्वकार्यं, द्वयमपि वक्तुं शक्नुमः. ओके, ओके, अवगतम् अवगतम्. उषा, किं वक्तुम् इच्छति? डु वि हेव् एनी वाट्साप् ग्रूप् भगिनी? निर्माणं कर्तव्यम्, अहम् इदानीं न कृतवती. दोस् आफ् यू हु वाण्ट् टु बी इन् भगिनी, कृपया कुर्वन्तु भगिनी. न, अहं वन् मिनिट्, हा, वर्गं समाप्य तस्मिन् विषये वयं चर्चां कुर्मः. उत्तमं. पूर्णमद पूर्णमिदं पुनात् पूर्णमुदच्छ्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः. भगिनी, भगिनी.